त्रयोदशोऽध्यायः सप्तमे अध्याये सूचिते द्वे प्रकृति ईश्वरस्य त्रिगुणात्मिका अष्टधा भिन्ना अपरा संसारहेतुत्व परा च अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका याभ्यां प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिलये हेतुत्वं प्रतिपद्यते तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्यायः आरभ्यते अतीतानन्तराध्याये च अद्वेष्टा सर्वभूतानाम् इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां सन्न्यासिनां निष्ठा यथा ते वर्तन्ते इति एतत् उक्तम् केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणातो भगवतः प्रिया भवन्ति इति एवमर्थश्च अयमध्यायः आरभ्यते प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियादि आकारेण सम्मन्यते सोऽयं सङ्गातः इदं शरीरं तदेतद्भगवान् उवाच श्रीभगवानुवाच इदं शरीरं कौन्तेयं क्षेत्रमित्यभिधीयते एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः इदम् इति सर्वनाम्ना उक्तं विजनष्टि शरीरम् इति हे कौन्तेय क्षतत्राणां क्षया शरण क्षेत्रवद्वा अस्मिन् कर्मफलनिष्पत्तेः क्षेत्रमिति इति शब्दः एवं शब्दपदार्थकः क्षेत्रम् इत्येवम् अभिधीयते कथ्यते एतच्छरीरं क्षेत्रं यः वेत्ति विजानाति आपादतलमस्तकं ज्ञानेन विषयीकरोति स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इति इति शब्दः एवं शब्दपदार्थकः एव पूर्ववत् क्षेत्रज्ञः इत्येवम् आहुः के तद्विदः तौ क्षेत्रक्षेत्रज्ञं ये विदन्ति ते तद्विदः